अस्माकं न्यायवर्गे अधुना कार्यकारणभावस्य चर्चा जायमाना अस्ति. तत्र विशेषतया द्वितीय असमवायिकारणम् इति विषयं स्वीकृत्य चर्चा प्रचलन्ती अस्ति अधुना. अत्र प्रथमतया समवायीकारणम् इत्युक्ते किम्, असमवायीकारणम् इत्युक्ते किम् इति ज्ञातव्यं भवति. समवायीकारणम् इत्युक्ते तादात्म्येन स्थित्वा समवायेन यत्किमपि कार्यम् उत्पादयति तद् समवायीकारणं. यथा पृथ्वी, तस्मिन् गन्धः. गन्धः गुणः इत्यनेन पृथिव्यां समवायसम्बन्धेन अस्ति, समवायसम्बन्धेन अस्ति, अपि च तत्र गन्धः कार्यमस्ति, पृथ्वी तस्य कारणम्. पृथ्वी नास्ति चेत् गन्धः नास्ति इति कृत्वा पृथ्वी समवायीकारणम् अस्ति गन्धं प्रति. अतः पृथ्वी स्वस्मिन् तादात्म्येन स्थित्वा समवायेन गन्धम् उत्पादयति इति कृत्वा पृथ्वी समवायीकारणं गन्धस्य. तथैव घटकपालयोः मध्ये अपि, घटः कपाले समवायेन अस्ति, तर्हि घटः कार्यं, कपालः घटस्य समवायीकारणं, तयोः मध्ये समवायसम्बन्धः इत्येव अस्ति. यत्र यत्र समवायसम्बन्धः भवति गुणगुणिनोः, अवयवावयविनोः इत्यादिषु स्थलेषु, तत्र सर्वत्र समवायीकारणम् इति द्रव्यं भवति. तस्मिन् द्रव्ये यद् समवायेन भवति तद् कार्यं भवति इति समवायीकारणम्. अधुना असमवायीकारणस्य सामान्यपरिभाषा भवति समवायीकारणे स्थितः कश्चन गुणः अथवा काचित् क्रिया यत् कार्यम् उत्पादयति अथवा कार्यं प्रति कारणं भवति तद् असमवायीकारणम्. समवायीकारणे स्थितः कश्चन गुणः इत्युक्ते उदाहरणत्वेन कपालः अस्ति, कपालद्वयसंयोगः इति कश्चन गुणः अस्ति. कपालद्वयसंयोगः इति गुणः समवायसम्बन्धेन कपाले अस्ति, अपि च वयं जानीमः एव कपालः समवायीकारणमस्ति घटं प्रति इति. तत्र समवायीकारणं कपालः, तस्मिन् विद्यमानः गुणः कपालसंयोगः. कपालसंयोगेन विना घटं न भवति, घटः न भवति एव. अतः कपालद्वयसंयोगः अपि एकविधं कारणं घटं प्रति. किन्तु कपालद्वयसंयोगः असमवायीकारणं घटं प्रति इति असमवायीकारणम् अस्ति. असमवायीकारणस्थले द्वैविध्यं वर्तते. इदानीं यद् मया उक्तं तत् प्रथमविध असमवायीकारणं. समवायीकारणे स्थितः कश्चन गुणः अथवा काचित् क्रिया. यदा कदापि वयं वदामः कारणे स्थितः गुणः अथवा क्रिया इति यदा कदापि वदामः तदा समवायसम्बन्धः प्रकटितः भवति. यतोहि गुणः कस्मिन्नपि द्रव्ये समवायसम्बन्धेन भवति, अपि च क्रिया अपि, यत्किमपि द्रव्यं स्वीकरोतु तत्र क्रिया अपि समवायेन भवति. अतः असमवायीकारणम् इति यदुच्यते तद् समवायीकारणे समवायेन समवायसम्बन्धेन स्थित्वा पुनः समवायसम्बन्धेन कार्यम् उत्पादयति. अत्र उदाहरणम् अस्ति घटः कपालसंयोगः. घटः कार्यं, कपालसंयोगः असमवायीकारणम्, अपि च कपालः इति उभयोः समानाधिकरणं तद् घटस्य समवायीकारणमस्ति इति प्रथम असमवायीकारणम्. द्वितीयविध असमवायीकारणं यद् अस्माभिः दृष्टम्, उदाहरणत्वेन कपालपरिमाणम् इति कारणं, घटपरिमाणमिति कार्यं. तत्र कार्यं साक्षात् नास्ति कपाले. घटपरिमाणमिति कार्यं साक्षात् कपाले नास्ति, अपि तु घटे अस्ति. कपालपरिमाणम् इति कारणं यदस्ति तत् साक्षात् कपाले अस्ति. अतः कार्यकारणयोः सामानादिकरण्यं साक्षात् न वर्तते. यद्यपि सामानादिकरण्यं न वर्तते अथवा न दृश्यते, तथापि वयं जानीमः एव कपालपरिमाणमेव घटपरिमाणं प्रति कारणं भवति अन्ततो गत्वा इति. यतोहि यावान् बृहान् कपालः अथवा यावत् बृहत् कपालपरिमाणं यावदस्ति तद्विगुणितं भवति घटपरिमाणं. तर्हि तत्र कपालः इति समवायीकारणं स्वीकृत्य तस्मिन् कपाले उभयोः नाम कार्यस्य कारणस्य च समानादिकरण्यं स्थापितव्यं भवति कथञ्चित्. तदर्थं परम्परासम्बन्धः स्वीकार्यः भवति. परम्परासम्बन्धः इत्यस्य विषये झटिति एव किञ्चित् पुनरावर्तनं कुर्मः. सर्वे पुस्तके 85 पश्यन्ति वा किञ्चित्? तत्र अधोभागे एकं चित्रम् अस्ति. चित्रत्रयं वर्तते वस्तुतः. अतः अत्र पश्यन्ति चेत् द्वितीयचित्रं पश्यन्तु. तत्र सारल्यम् अस्ति. अस्तु, इदानीं जलमस्ति. जले पुष्पम् इति दर्शितं. वस्तुतः पुष्पम् इत्यस्य स्थाने यत्किमपि पृथ्वी भवतु. अस्तु, ततः उपरि गन्धः इति वर्तते. यदा वयं जले गन्धम् अनुभवामः तदा अस्माभिः ज्ञायते एव पृथिव्याः अंशः अस्ति. तस्मिन् पृथ्वी अंशे गन्धः इति गुणः अस्ति. तदर्थं जले गन्धः दृश्यते. नो चेत् गन्धः इति साक्षात् न भवति जले. पृथिव्यामेव गन्धः भवति. तर्हि अत्र किं वदामः? पुष्पमपि द्रव्यं, जलमपि द्रव्यं. पुष्पमिति यदस्ति चित्रे तद् पृथ्वी अस्ति, अपि च जलं. द्रव्ययोः मध्ये कः सम्बन्धः? संयोगसम्बन्धः. अधुना गन्धः इति यः गुणः जले अनुभूयते सः गन्धः वस्तुतः पृथिव्याम् अस्ति. गन्धः पृथिव्यां केन सम्बन्धेन भवति? समवायसम्बन्धेन. अतः अत्र जले गन्धः अस्ति इति यदा वदामः तत्र साक्षात् सम्बन्धः नास्ति. गन्धः साक्षात् जले नास्ति. गन्धः स्वम् इति अस्ति चेत् गन्धस्य समवायी अस्ति पुष्पं. तर्हि स्वसमवायीपुष्पं तद् जले संयोगसम्बन्धेन अस्ति. तर्हि संयोगत्वं, संयोगः इति गुणः पुष्पे अपि अस्ति, जले अपि अस्ति. तर्हि संयुक्तत्वम् इति धर्मः पुष्पे भवति इति कृत्वा आहत्य स्व इति गन्धः स्वसमवायीपुष्पं तस्मिन् संयुक्तत्वं, जलसंयुक्तत्वम् अस्ति इति कृत्वा स्वसमवायीसंयुक्तत्वसम्बन्धेन गन्धः जले अस्ति इति परम्परासम्बन्धः. तादृशः सम्बन्धः यत् साक्षात् नास्ति परन्तु एकं वस्तु अपरस्मिन् अस्ति, अपि च तद् अपरवस्तु अपरस्मिन् अस्ति इति स्वीकृत्य यदा कल्पयामः सम्बन्धं, तादृशः सम्बन्धः परम्परासम्बन्धः. अस्मिन् उदाहरणे स्वसमवायीसंयुक्तत्वसम्बन्धेन गन्धः जले इति. परन्तु अस्माकं द्वितीय असमवायीकारणस्थले कपालपरिमाणम् अस्ति कपाले, घटपरिमाणम् अस्ति घटे, किन्तु घटः कपाले अस्ति. तर्हि आहत्य घटपरिमाणं तस्य समवायी घटः, पुनः घटस्य समवायी कपालः. तर्हि स्वसमवायित्वसम्बन्धेन घटपरिमाणं कपाले इति स्थापयित्वा कपालपरिमाणं स्वयं समवायसम्बन्धेन कपाले इति अपि दृष्ट्वा कार्यकारणयोः सामानादिकरण्यं कल्पितं भवति इति द्वितीय असमवायिकारणं। प्रथम असमवायिकारणे साक्षात् कार्यम् अपि च कारणं समानाधिकरणे अथवा समवायिकारणे भवति। द्वितीय तत्तु प्रथम असमवायिकारणं, द्वितीय असमवायिकारणस्थले साक्षात् सम्बन्धः नास्ति, एकस्य कार्यस्य वा कारणस्य वा परम्परासम्बन्धः भवति अधिकरणे इति प्रमुखः भेदः उभयोः। अद्य किञ्चित् तस्य विषये परिशीलनम् अपि भवति। तस्मात् प्राक् करपत्रं पठामः। परम्परासम्बन्धः एकमुखेन स्वीकरणीयः इत्यस्मात् आरभ्य। मध्ये केन केन आगतम् अद्य? अस्तु, सरला भगिनी, लक्ष्मी भगिनी, वर्धिनी भगिनी वा? अन्य कोऽपि यस्य नाम मम पार्श्वे नास्ति? अस्तु, तर्हि माला भगिनी आरब्धुम् इच्छति वा? परम्परासम्बन्धः एकमुखेन स्वीकरणीयः इति करपत्रे महोदय। आं भगिनि, परम्परासम्बन्धः एकमुखेन स्वीकरणीयः। पुस्तकं हस्ते अस्ति संयोगसम्बन्धेन। अत्र संयोगसम्बन्धः हस्ते अपि पुस्तके अपि, तदर्थं संयोगः द्विनिष्ठः इति उच्यते। अत्र प्रश्नः उदेति भगिनि, इदानीं प्रथमवाक्यं सम्यक्तया प्रतिपादयतु। अत्र संयोगसम्बन्धः कीदृशः इति उक्तमस्ति। पुस्तकं हस्ते अस्ति इति उक्त्वा तत्र संयोगसम्बन्धः पुस्तके अपि अस्ति, हस्ते अपि अस्ति। तदर्थं वयं वदामः संयोगः द्विनिष्ठः, यतोहि पुस्तके अपि वर्तते, हस्ते अपि वर्तते संयोगसम्बन्धः। अपि च संयोगसम्बन्धः, संयोगः इति कीदृशः पदार्थः? सप्तपदार्थाः सन्ति खलु, द्रव्यगुणकर्म समवाय इत्यादि, तेषु संयोगः कीदृशः पदार्थः? अस्तु अस्तु अस्तु, गुणः। गुणः द्रव्ये केन सम्बन्धेन वर्तते? समवायेन। समवायेन, तर्हि संयोगः अधुना पुस्तके अपि च हस्ते केन सम्बन्धेन? समवायसम्बन्धेन। उभयोः अस्ति खलु? आम्, संयोगः इति उभयोः अस्ति, अपि च उभयोः समवायसम्बन्धेन वर्तते। अत्र अंशत्रयमस्ति, पुस्तकहस्त इति स्वीकुर्मश्चेत् तत्र अंशत्रयमस्ति। प्रथमतया संयोगः कुत्र कुत्र अस्ति? संयोगः पुस्तके अपि हस्ते अपि। तदनन्तरं संयोगः इति यः सम्बन्धः, तद् केन सम्बन्धेन अस्ति इति परिशीलनीयं भवति। यथा भगिन्या उक्तं, तत्र समवायसम्बन्धेन उभयत्र वर्तते इति कृत्वा संयोगः कीदृशः? अस्तु, समीचीनं भगिनि, अग्रे पठतु इदानीम्। अत्र प्रश्नः उदेति, समवायसम्बन्धः तथा नास्ति किम्? समवायेन यस्मिन् अस्ति सः समवायी इति। परिमाणमस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य, किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति, परिमाणे अपि अस्ति, उभयत्र आश्रित्रः। अतः घटः अपि समवायी, परिमाणमपि समवायी खलु? अनेन गुणः अपि समवायी, द्रव्यमपि समवायी इति चेत् यथा घटः परिमाणसमवायी तथैव परिमाणमपि घटसमवायी। अत्र समवायसम्बन्धः कीदृशः इति उक्तमस्ति। तदपि संयोगसम्बन्धः तादृशः भवति वा इति प्रश्नः अस्ति. समवायेन यस्मिन् वर्तते सः समवायी इति वदामः. अतः इदानीं परिमाणं घटे समवायसम्बन्धेन अस्ति चेत् घटः परिमाणस्य समवायी, परन्तु तत् समवायसम्बन्धः घटे अपि अस्ति परिमाणे अपि अस्ति. अतः द्वे अपि समवायी भवितुम् अर्हति वा इति प्रश्नः उदेति. परिमाणं घटः समवायी, परिमाणमपि समवायी भवितुम् अर्हति वा इति प्रश्नः उदेति. समवायः उभयत्र अस्ति वा, द्रव्ये अपि गुणे अपि? आम् तर्हि समवायी इत्यत्र इनि प्रत्ययः खलु, यस्य अथवा यस्मिन् वा इति. तर्हि यथा संयोगः तथा समवायः अपि द्विनिष्ठः, उभयत्र अस्ति. समवायी इत्यस्य वदनेन समवाय अस्य अस्मिन् वा इति. घटे अपि समवायः, तर्हि घटः अपि समवायी, परिमाणे अपि समवायः, परिमाणमपि समवायी. किन्तु अस्माकं चर्चायां समवायी इत्युक्ते किम्? यस्मिन् समवायसम्बन्धेन वर्तते. तर्हि एतावता घटः परिमाणसमवायी इत्येव आसीत् व्यवहारः खलु? एतावता. परन्तु अत्र उच्यते यत् परिमाणमपि घटसमवायी. तथा वदनेन कोऽपि दोषः नास्ति, परन्तु अत्र अस्माभिः सौकर्यार्थं स्वीकृतं यद् घटः परिमाणसमवायी इति. इति एव विषयः अस्ति. अस्तु, सावित्री भगिनी अग्रे पठति वा? आं भगिनि. सत्यं समवायसम्बन्धः उभयत्र आश्रितः, अतः द्विनिष्ठः एव. किन्तु स च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन, अपरस्मिन् आश्रये अपरसम्बन्धेन. समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन, समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन. द्वयमपि सत्यम्. अत्र प्रतियोगी अनुयोगी च संसर्गीयः न तु अभावीयः. यस्य सम्बन्धः सः प्रतियोगी, यत्र सम्बन्धः सः अनुयोगी. अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारः नास्ति. समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन इति प्रसिद्धः. समवायसम्बन्धेन घटे अस्ति अनुयोगितासम्बन्धेन इति प्रसिद्धः, यतोहि अनेन समवायीकारणं व्यक्तीक्रियते. एवञ्च आश्रयस्य दिशि अधः गमनार्थं वदनार्थं समवायी, आश्रितस्य दिशि उपरि गमनार्थं वदनार्थं समवेतः इति व्यवहरामः. अस्तु, यथा भगिनी इदानीमेव उक्तवती, समवायसम्बन्धः अपि संयोगसम्बन्ध यथा अस्ति तथा एव अस्ति, उभयत्र आश्रितः भवति. अतः समवायसम्बन्धः अपि द्विनिष्ठः, परन्तु अत्र एकः विशेष विषयः अस्ति. समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन, अपरस्मिन् आश्रये अपरसम्बन्धेन भवति. तत्र वयं दृष्टवन्तः. भगिनि, एकं वक्तव्यमस्ति. पुस्तकहस्त इति उभयत्र संयोगसम्बन्धः आसीत् केन सम्बन्धेन समवायसम्बन्धेन समवायसम्बन्धेन संयोगस्य विद्यमानत्वं द्रव्ये समवायेन एव यतोहि संयोगः इति किं गुणः गुणः चेत् समवायेन एव भवति द्रव्ये इति तु सत्यं संयोगसम्बन्धः द्विनिष्ठः परन्तु केन सम्बन्धेन द्रव्ये भवति तत्तु एकः एव सम्बन्धः समवायः परन्तु समवायसम्बन्धस्थले तादृशं नास्ति समवायसम्बन्धः गुणः नास्ति समवायः एकः पदार्थः अवश्यं पदार्थः तर्हि स्मारयति वा भगिनी कः प्रश्नः आसीत् गुणापि पदार्थः अस्ति गुणः अपि पदार्थः अवश्यम् आम् तत्र सप्तपदार्थाः सन्ति स्मारयति वा सावित्री भगिनी आम् आम् सप्तपदार्थाः सन्ति द्रव्यं गुणः कर्म सामान्यम् अभावः समवायः अस्तु अत्र समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन यत् अनुयोगितासम्बन्धेन घटे भवति अपि च परिमाणे प्रतियोगितासम्बन्धेन भवति यथा वयं पूर्वं दृष्टवन्तः अभावस्थले प्रतियोगिता अनुयोगिता यथा वयम् उपयुज्यन्ते तथा नास्ति अत्र अत्र किञ्चित् भिन्ना अस्ति तर्हि अभावस्थले किञ्चित् स्मारयति वा कथं भवति इति आम् तत्र प्रतियोगिता घटे अस्ति घटस्य अभावे अनुयोगिता अस्ति हा बहु सम्यक् अभावस्थले वार्ता भिन्ना अभावे अनुयोगिता अपि च अभावस्य विरुद्धं यत्किमपि भवति विरोधः तस्मिन् प्रतियोगिता अस्तु परन्तु स्मरन्ति चेत् एकवारम् अस्माभिः दृष्टम् अधिकरणस्यापि अनुयोगी इति संज्ञा भवति इति तत्र एकत्रिंशत्तमे पुटे अस्ति अधिकरण पश्यन्ति वा अधिकरणस्यापि भवति अनुयोगी इति संज्ञा तदेव अत्र सत्यं तदेव अत्र उच्यते तदेव न तु अभावीयः परन्तु संसर्गीयः इति उच्यते संसर्गीयः इत्युक्ते सम्बन्धस्य विषयः अभावस्य विषयः नास्ति इदानीं घटः अपि च परिमाणं तयोः आश्रयः कः अथवा अधिकरणं किम् आश्रितः अथवा अधेयः कः घटः आश्रयः अथवा अधिकरणं अथवा अधिकरणं घटपरिमाणम् आश्रितः तर्हि अत्र अनुयोगी इति संज्ञा कस्य भवितुमर्हति घट एव अनुयोगी घटः अधिकरणं तर्हि घटः अनुयोगी घटः अनुयोगी इति अपि वक्तुं शक्नुमः तदर्थं समवायसम्बन्धः अनुयोगितासम्बन्धेन घटे अस्ति यतोहि घटस्य अनुयोगी इति अपि अस्ति तत्र एवं स्मरन्ति चेत् तत्र सारल्यं भवति अनुयोगितासम्बन्धेन घटे प्रतियोगितासम्बन्धेन परिमाणे भवति अग्रे गच्छामि वा अवश्यम् अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारः नास्ति इति प्रसिद्धः वाक्यः नास्ति न्यायशास्त्रे समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन इति प्रसिद्धः, यतोहि अनेन समवायिकारणं व्यक्तीक्रियते. अस्य प्रायः प्रथमवाक्यं स्पष्टमस्ति, तथा न वदन्ति न्यायिकाः, परन्तु समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन इति वदन्ति ते, यतोहि अनेन समवायिकारणं व्यक्तीक्रियते. एवञ्च आश्रयस्य दिशि अत्र अत्र भगिनि घटः अपि च परिमाणं, घटः अपि च घटस्य परिमाणं, तत्र समवायिकारणं किम्? घट अपि च घटस्य परिमाणं समवायिकारणमस्ति घटः. घटः खलु, घटः तस्मिन् गुणः अस्ति घटपरिमाणमिति, तदर्थं घटः एव समवायिकारणं. तदर्थमेव घटे समवायसम्बन्धः अनुयोगितासम्बन्धेन इति वाक्यं प्रसिद्धं, यतोहि घटः समवायिकारणमपि अस्ति तस्य व्यक्तीकरणार्थम्. अस्तु, व्यक्तीकरणं स्पष्टीकरणं, सत्यं सत्यं, प्रकटीकरणार्थम्. एवञ्च आश्रयस्य दिशि अधः गमनार्थं वदनार्थं समवायी, आश्रितस्य दिशि उपरि गमनार्थं वदनार्थं समवेतः इति व्यवहरामः. पूर्वमेव दृष्टवन्तः, यदा आश्रयस्य दिशि गम्यते तत्र समवायी इति उच्यते, यदा आश्रितस्य दिशि गम्यते तदा समवेतः इति व्यवहारः अस्ति. पूर्वस्मिन् वर्गे स्पष्टतया दृष्टवन्तः. तर्हि अत्र घटः अपि च परिमाणम् इति उदाहरणं स्वीकृत्य समवायिकः समवेतः कः इति वदति वा? घटः घटपरिमाणस्य समवायि, घटपरिमाणं घटसमवेतम् समवेतं परिमाणं नपुंसकलिङ्गं, तर्हि समवेतं समीचीनमस्ति. अस्तु, तर्हि उपरि गमनार्थं घटे परिमाणमस्ति, उपरि गमनार्थं समवेतम् इति व्यवहारः, अधोगमनार्थं समवायी इति व्यवहारः. यद्यपि परिमाणमपि समवायी, घटः अपि समवायी, तथापि समवायी इत्यस्य वदनेन आश्रयः यः अस्ति अथवा अधिकरणं यदस्ति तत् सूच्यते समवेतः इति वदनेन. तस्मिन् आश्रये यत्किमपि भवतु समवायसम्बन्धेन तस्य सूचना प्राप्यते. इति बुद्धं वा सर्वैः? अवश्यम्. अतः घटपरिमाणम् इत्युक्ते घटं लघु वा बृहत् वा भवति खलु, तदेव घटपरिमाणं खलु. घटपरिमाणं परिमाणस्य पूर्वम् एकं रूपम् अस्ति, अनन्तरम् एकमाकारमस्ति, अनन्तरं परिमाणानन्तरम् एकमाकारम् अस्ति. परिमाणस्य समवायी इत्युक्ते इत्युक्ते पूर्वस्थितिः अनन्तरं पूर्वस्थितिः अनन्तरं उत्तरस्थितिः द्वयोः अपि परिमाणस्य समवायी खलु. अत्र भगिनि प्रश्नः न सम्यक्तया अवगतः, भवती यत् पूर्वस्थितिः इति वदति तत् कपालस्य परिमाणम् इति वा? न न, घटस्य परिमाणमेव, घटस्य परिमाणं, घटं पूर्वं उदाहरणरूपेण घटं पूर्वं यदि लघु अस्ति, अनन्तरं किमपि कृत्वा बृहद् भवति चेत् तत्र कपालस्य परिमाणमपि परिमाणम् अभवत्. अस्तु, घटस्य तादृशं परिमाणं बृहत् परिमाणम् इच्छति चेत् बृहत् कपालः अपेक्षितः. तर्हि एक घटस्य परिमाणं तु निर्धारितं भवति कपालपरिमाणेन प्रथमतया, तत्तु निश्चितं. घटस्य निर्माणसन्दर्भे घटः एतावान् गृहान् एव भवति इति निश्चितं भवति. तर्हि भवत्याः प्रश्नः कथं तदेव घटम् इतोपि बृहत् भवति, घटः इतोपि बृहान् भवति इति वा? न न, कः घटः स्वभावे सम्बन्धेन परिमाणे तिष्ठति इति, परिमाण इति गुणस्य व्यवहारं सम्यक् न अवगतम् इति. तदेव परिमाणम् इत्युक्ते सैज़्. भगिनि, परिमाणम् इति गुणः खलु? गुणः अपि च ट्रान्स्फर्मेशन् इति नास्ति, परिवर्तनम् इति नास्ति. ओ, परिवर्तनम् अस्तु. न न न, परिमाणम् इत्युक्ते सैज़् अथवा मानं, मेजर्मेण्ट् इति चिन्तयतु, लघुः, बृहद्, महत्, तादृशम्. तर्हि यथा घटे रूपम् इति गुणः भवति, तथा एव परिमाणम् इति अपि एकः गुणः भवति घटे वा यत्किमपि वस्तु स्वीकरोतु तस्मिन्. अस्तु अस्तु, परिमाणमपि गुणः, तदर्थं समवायसम्बन्धेन भवति वस्तुनि अथवा द्रव्ये इति बुद्धं वा? अस्तु, अग्रे सन्ध्या भगिनी पठति किम्? आं भगिनि, अस्तु. ततः अग्रे पुस्तकं हस्ते इति यथा संयोगसम्बन्धः उभयत्र आश्रितः द्विनिष्ठः, तथैव परम्परासम्बन्धः अपि स्यात्. किन्तु अत्र भिन्ना समस्या, अत्र सम्बन्धः द्विनिष्ठः एव नास्ति. स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं कपाले इति स्थितौ, यद्यपि स्वसमवायि समवायित्वसम्बन्धः कपाले अस्ति किन्तु घटपरिमाणे नास्ति. स्वसमवायि समवायि कपालः, इदं समवायित्वं च कपाले एव भवति. अग्रे पठामि वा? न, अस्य प्रतिपादनार्थं किञ्चित् 94 पुटे यद् चित्रम् अस्ति तत् किञ्चित् दृष्ट्वा वदतु. चतुर्नवतितमे पुटे अधोभागे द्वितीयं चित्रमस्ति खलु? तर्हि अत्र पुस्तकं हस्ते अस्ति इति प्रथमं, तत्र संयोगः, संयोगसम्बन्धः कुत्र कुत्र अस्ति? पुस्तके अपि अस्ति, हस्ते अपि अस्ति. अतः संयोगसम्बन्धः द्वयोः अपि अस्ति इति कृत्वा द्विनिष्ठः इति उच्यते. तर्हि तेन एव चिन्तनेन तत्र परम्परासम्बन्धः अपि तथा स्यात् इति अत्र वाक्यमस्ति, परन्तु तथा नास्ति इति अग्रे प्रतिपादितमस्ति. यतः अहं प्रयत्नं करोमि, न जानामि सम्यक् वक्तुं. अहं किञ्चित् सहायं करोमि. तत्र घटपरिमाणम् इति स्वम् अस्तु, स्वम् इति घटपरिमाणं स्वीकरोतु. घटपरिमाणं कुत्र अस्ति? घटे अस्ति. घटे अस्ति, तर्हि घटपरिमाणसमवायी घटः खलु? आम्. इदानीं वदतु, स्वसमवायि इत्यनेन कः सूचितः भवति? स्वसमवायि इत्यनेन घटः सूचितः. सूचितः अस्ति. पुनः घटस्य समवायि कः? घटस्य समवायि अस्ति कपालः. घटस्य समवायि कपालः. समवायि इत्यस्य भावः कः? समवायित्वम्. समवायित्वम्, अस्तु. इदं सर्वम् अवगतं चेत् वाक्यं सुलभं. करपत्रे पठतु इदानीं स्वसमवायी समवायित्वसम्बन्धेन इत्यादिकं. तर्हि स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणम् इदानीं कपाले अस्ति इति अस्ति. तद् समवायित्वम् इति कुत्र अस्ति? स्वसमवायि समवायित्वम् इति भावः अथवा धर्मः कुत्र अस्ति? कपाले. कपाले अस्ति. कपाले एव अस्ति खलु. स्व इति घटपरिमाणं, तस्य समवायी घटः. स्वसमवायी तस्य घटस्य समवायी कपालः. तर्हि स्वसमवायिनः समवायित्वं कपाले अस्ति. परन्तु एतत् एषः सम्बन्धः इदानीं विपरीतदिशि तथैव वयं स्वीकर्तुं न शक्नुमः. यथा एषः सम्बन्धः घटपरिमाणे अस्ति इति वक्तुं न शक्नुमः. सत्यम्, अवश्यम्. अतः तत्र परम्परासम्बन्धः तत्र द्विनिष्ठः नास्ति इति वदन्ति. तथा एव अस्ति. अत्र कोऽपि प्रश्नः वा कस्यचित्? अस्तु भगिनि, तर्हि अग्रिमवाक्यमपि पठतु भवती एव. संयोगः इति यथा उच्यते तादृशसरलसम्बन्धः नास्ति अत्र पारम्पर्यात्. स्वस्य समवायी घटः, घटस्य समवायी कपालः. स्वसमवायी समवायित्वं कपाले एव, न तु स्वस्मिन्. अतः एतादृशसम्बन्धः घटपरिमाणे अपि अस्ति इति वक्तुं न शक्यते. विपरीतरीत्या अपि वक्तुं शक्यते. स्वम् इति कपालः, स्वसमवेतः घटः, पुनः घटसमवेतं घटपरिमाणं, स्वसमवेतसमवेतं परिमाणं, स्वसमवेतसमवेतत्वं परिमाणे. यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे, किन्तु इदं स्वसमवेतसमवेतत्वं केवलं परिमाणे, न तु कपाले. तर्हि इदानीं द्वितीयपरिच्छेदे यद् पूर्वं वयं स्वसमवायि समवायित्वसम्बन्धः कपाले अस्ति इति दर्शितवन्तः, इदानीं विपरीतदिशि यदि गच्छामः तर्हि तत्र स्वम् इति कपालः इति स्वीकुर्मश्चेत् तत्र इदानीं घटः घटे घटः कपाले अस्ति इति कृत्वा स्वसमवेतः घटः अस्ति. यथा समवेतः इति स्मरति वा सावित्री भगिन्या यथा उक्तम्? यस्मिन् समवायः अस्ति सः समवेतः. न, चिन्तयतु, यस्मिन् पुनः वदति वा सरला भगिनि? यः आश्रितः अस्ति सः समवेतः अस्ति. समवेतः यस्मिन् समवायः अस्ति समवायी. तथा पश्यामश्चेत् घटः अपि समवायी, कपालः अपि समवायी इति भवति. परन्तु अस्माकम् अत्र कारणकार्यभावः चर्चायां, भवस्य चर्चायां, समवायी इत्युक्ते अधिकरणं. यस्मिन् समवायेन किमपि तिष्ठति तद् समवायी. अस्तु. समवेतः इति उपरि गमनार्थं. यत्र आश्रयः अस्ति, यस्मिन् किमपि आश्रितः अस्ति सः समवेतः. हा, यस्मिन् किमपि समवायेन आश्रितः अस्ति सः समवेतः. तर्हि इदानीं स्वम् इति कपालः इति स्वीकुर्मश्चेत् स्वसमवेतः इति घटः अस्ति. किमर्थं? तत्र घटः कपालस्य आश्रयः अस्ति. चिन्तयतु, घटः कपालस्य आश्रयः वा कपालः घटस्य आश्रयः वा? क्षम्यतां, घटः एव कपालस्य आश्रयः. तर्हि किञ्चित् मम अवगमनम् अत्र इतोपि स्पष्टं नास्ति. हा, अस्तु, चिन्ता नास्ति भगिनि. कपालः आश्रयः घटस्य. कपालः अधोभागे खलु, सः आश्रयः. घटः आश्रितः अस्ति अतः समवेतः. समवेतं नाम समवायसम्बन्धेन विद्यमानं यद् तद्. इदानीम् अवगतं. तत्र आश्रयः अस्ति कपालः, आश्रितः अस्ति घटः, अतः समवायी अस्ति कपालः, समवेतः अस्ति घटः. अस्तु, अतः पुनः वदामि, स्वम् इति कपालः इति अस्ति, अतः स्वसमवेतः घटः अस्ति. यतोहि घटः आश्रितः अस्ति. पुनः घटसमवेतम् इति घटपरिमाणम् अस्ति तेनैव कारणेन. तत्र घटः घटपरिमाणस्य आश्रयः अस्ति, आश्रितम् अस्ति घटपरिमाणं. केन सम्बन्धेन? अत्र पुनः समवायसम्बन्धेन. तदर्थमेव तत् पदम् आगतं, समवायेन विद्यमानं समवेतम्. समवेतम् इति आम्. तर्हि स्वसमवेतसमवेतम् अस्ति परिमाणं, स्वसमवेतसमवेतत्वम् अस्ति परिमाणे. तर्हि स्वसमवेतसमवेतस्य भावः अस्ति परिमाणे. अतः यद्यपि कपालः अस्ति स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे, परन्तु विपरीतं तत् विपरीतं नास्ति. तेन एव सम्बन्धेन तत्र घटपरिमाणं कपाले नास्ति, यतः भिन्नसम्बन्धेन अस्ति. भिन्नसम्बन्धः कः? पूर्वं पठितं भवति स्वसमवायि समवायित्वसम्बन्धेन परिमाणं कपाले अस्ति. कपालं केन सम्बन्धेन घटपरिमाणे? स्वसमवेतसमवेतत्वसम्बन्धेन. अत्र सम्बन्धौ भिन्नौ स्तः खलु? परम्परासम्बन्धस्थले एकमुखेन एव एकदिशि गन्तव्यं भवति. उभयत्र तादृशः द्विनिष्ठः न भवति परम्परासम्बन्धः. इति अवगतं वा सर्वैः? कोऽपि प्रश्नः अत्र? अस्तु, सन्ध्या भगिनी तर्हि समापयतु, अग्रिम वाक्यद्वयं पठित्वा. संयोगः इति यथा उच्यते तादृश सरलसम्बन्धः. प्रकृतौ च, ओ क्षम्यतां, प्रकृतौ च स्वसमवायिसमवायित्वं कपाले एव. अतः परम्परासम्बन्धः यत्र भवति तत्र एकमुखेन सम्बन्धः स्वीकरणीयः भवति. अत्र सम्बन्धः द्विनिष्ठः नास्ति. स्वसमवेतसमवेतत्वं परिमाणे न तु कपाले, स्वसमवायिसमवायित्वं कपाले न तु परिमाणे. तर्हि यद् उक्तं तदेव अस्ति अत्र अग्रे. इत्युक्ते परम्परासम्बन्धः सर्वदा एकमुखेन स्वीकरणीयः भवति, सः सम्बन्धः द्विनिष्ठः नास्ति इति. अस्तु, तर्हि इदानीं पुस्तकात् किञ्चित् पठेम. तत्र पञ्चनवतितमपुटात् आरभ्य इदमेव च. अस्माकं मूलविषयः आसीत् द्वितीयसमवायिकारणम् इति. तस्य प्रतिपादनार्थं परम्परासम्बन्धः कीदृशः इति अवगन्तव्यः आसीत्. अधुना पुनः मूलविषयं प्रति गच्छामः. वेङ्कटेशमहोदय किञ्चित् पठति वा? श्रूयते वा? आमाम् आम् श्रूयते. इदमेव, इदमेव ततः आरभ्य किल? सत्यम्. इदमेव च द्वितीयम् असमवायिकारणत्वं यत् स्वसमवायिसमवायित्वरूपपरम्परासम्बन्धेन यत् कार्याधिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वम्. इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम्. इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यं. प्रकृतकार्यं घटपरिमाणं, तत् समवायिकारणं. घटः तेन सह एकस्मिन् अर्थे कपाले समवेतं, समवायसम्बन्धेन विद्यमानं कपालपरिमाणं घटपरिमाणस्य कारणं भवति इति तत् घटपरिमाणस्य असमवायिकारणम्. सः पुनः तत्र असमवायिकारणम् इति समवायिकारणे समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति इति असमवायिकारणस्य लक्षणं दत्तं पूर्वं. तत्र द्वितीय असमवायिकारणं तत्र वयं पूर्वमेव अत्र असमवायिकारणद्विविधा अस्ति. एकं तु तत्र यत्र साक्षात् समवायिसम्बन्धः भवति, यथा कपालद्वयसंयोगः कपाले साक्षात् भवति इति, तादृश सम्बन्धः यदा भवति तद् प्रथम असमवायिकारणं. द्वितीय असमवायिकारणत्वं यदा तत्र साक्षात् न भवति, तत्र परम्परासम्बन्धेन अस्माभिः स्वीक्रियते, तत्र द्वितीय असमवायिकारणं. तत्र तादृश स्वम् इति तत्र यत्र साक्षात् वयं न द्रष्टुं शक्नुमः, परम्परासम्बन्धेन वयं स्वीकुर्मः, तत्र स्वशब्दस्य प्रयोगः भवति. अतः स्वसमवायित्वरूपपरम्परासम्बन्धः, तदेव परम्परासम्बन्धः. तत्र स्व इति समवायसम्बन्धेन च उदाहरणं घटपरिमाणं वयं स्वीकुर्मः चेत् तत् स्वम् अस्ति, तत् तस्य समवायि घटः. अतः स्वसमवायि इति तत्र घटः, तत् स्वसमवायित्वरूपपरम्परासम्बन्धेन कार्यादिकरणं, तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वं. तद् तादृशघटः स्वसमवायित्वरूपपरम्परासम्बन्धेन कपाले स्थित्वा कार्यादिकरणम् इत्युक्ते किम्? कार्यस्य अधिकरणम् आहत्य भवता यदुक्तं स्वसमवायिसमवायित्वरूपपरम्परासम्बन्धेन यत् कार्यादिकरणं तत्र समवायेन स्थित्वा कार्यजनकत्वम्, इदमेव द्वितीय असमवायिकारणत्वं. तर्हि अधुना तदेव चित्रं दृष्ट्वा किञ्चित् प्रतिपादयतु, कार्याधिकरणं किं, कार्यं किं, कारणं किम् इति. चतुर्नवतितमे पुटे द्वितीयचित्रं किल, तत्र कारणतः कार्यकपालः गतः. इदानीं प्रथमचित्रं पश्यति चेत् चतुर्नवतितमे पुटे तत्र साहाय्यं प्राप्यते. कारणता कुत्र अस्ति? कारणता कपाले अस्ति. न, पश्यतु तत्र कपालः, कपालपरिमाणे कारणता, कपालपरिमाणे कारणता अस्ति सत्यं, कपालपरिमाणे कपाले अस्ति. कपालपरिमाणं कारणं सत्यं. हा, इदानीं कार्यता कुत्र अस्ति? कार्यता गतपरिमाणे अस्ति. पुनः तर्हि कार्यं किं? कार्यं घटपरिमाणं, तद् घटपरिमाणं घटे तस्य अधिकरणं सत्यं. तत्र उभयोः अधिकरणभेदः अस्ति वा? उभयोः इत्युक्ते तत्र कपाल घटपरिमाणयोः वा? हा सत्यं, कार्यस्य कारणस्य अवश्यमस्ति, अस्ति खलु. तर्हि कार्यकारणभावस्थले त्रयः निकषाः आसन्, कार्यं कार्याधिकरणे स्यात्, कार्यस्य पूर्वं करणम् इति कार्याधिकरणे सर्वदा. सम्यक्. तर्हि अस्माभिः कथञ्चित् कार्यमपि अपि च कारणम् एकस्मिन् अधिकरणे अस्ति इति साधितव्यं भवति द्वितीय असमवायिकारणस्थले. तदर्थं परम्परासम्बन्धः. इदानीं भवता वक्तव्यमस्ति यत् कार्यं केन सम्बन्धेन कार्याधिकरणे अस्ति, अपि च कारणं केन सम्बन्धेन कार्याधिकरणे अस्ति इति वक्तव्यं भवति. प्रथमतया कार्याधिकरणं किम् इति अभिज्ञातुं यततां. कार्यं तु घटपरिमाणम्, अतः कार्याधिकरणं घटः. घटः स्वसमवायित्व एकनिमिषः, कार्यादिकरणं घटः इति यदुक्तं तद् सत्यं. कुत्र सत्यं भवति? समवायिकारणस्थले खलु. घटपरिमाणस्य समवायिकारणं घटः, तदा घटः कार्याधिकरणं भवति, परन्तु अत्र कारणम् इति यत् स्वीकृतं तद् कुत्र अस्ति? कारणं कपाले अस्ति. कपालपरिमाणं कारणं तद् कपाले अस्ति, तर्हि कार्याधिकरणं कपालः. कारणं कार्याधिकरणे स्यात् इति अस्ति आसीत् खलु प्रथमः निकषः. तर्हि घटपरिमाणं स्वसमवायित्वसम्बन्धेन परम्परासम्बन्धेन कार्याधिकरणे इत्युक्ते कपाले अस्ति. केन सम्बन्धेन? समवायसम्बन्धेन. कार्याधिकरणं कपालः, कार्याधिकरणम् इति कपालः, तस्मिन् कपालपरिमाणं साक्षात् अस्ति समवायसम्बन्धेन, तत्र काठिन्यं नास्ति. परन्तु अस्माभिः कथञ्चित् घटपरिमाणम् अपि कपाले अस्ति इति साधितव्यं, यतोहि कार्यकारणयोः सामानाधिकरणीयं स्यात् इति प्रथमः नियमः. तदर्थम् एतत् सर्वम् अभवत्, परम्परासम्बन्धः इत्यादिकं. तर्हि इदानीं घटः घटपरिमाणं स्वम् इति स्वीकृत्य तद् कपाले अस्ति इति साधयतु. घटपरिमाणं स्वं घटपरिमाणं घटपरिमाणस्य समवायी घटः, अतः स्वसमवायी घटः समवायसम्बन्धेन कपाले अस्ति. कपालपरिमाणं तु कपाले अस्ति, अतः तत्र इदानीं कपालपरिमाणं त्यजतु, घटपर्यन्तम् आगतं खलु. स्वसमवायी घटः, पुनः घटस्य समवायी कः? घटस्य समवायी कपालः, अतः कपालः. तर्हि स्वसमवायित्वसम्बन्धेन कपाले अस्ति. किं कपाले अस्ति? स्वसमवायी इति घटः समवायित्वसम्बन्धेन कपाले. तर्हि आहत्य घटपरिमाणं स्वसमवायी समवायित्वसम्बन्धेन अस्ति इति उच्यते. कपालपरिमाणं केन सम्बन्धेन? कपालपरिमाणं समवायसम्बन्धेन एव तदपि अस्ति, परन्तु तत् साक्षात् अस्ति. कार्यम् इति यद् अनुमीयते घटपरिमाणं, तत्र परम्परासम्बन्धः आवश्यकः. स्वसमवायी समवायित्वसम्बन्धेन कपाले अस्ति इति कार्यं तेन सम्बन्धेन तत्र अस्ति, कारणं तु साक्षात् समवायसम्बन्धेन अस्ति. कपाल इति कार्याधिकरणं, कार्यस्य कारणस्य समानाधिकरणं कपालः. इदानीम् एक प्रश्न, परम्परा इत्युक्ते यत् आनुभविका तदेव परम्परा इति? न परम्परा यत् साक्षात् नास्ति. तत्र उदाहरणं दीयते महोदयेन, एकः पुरुषः अस्ति, तस्य पुरुषस्य एकः पुत्रः अस्ति, पुत्रस्य पुत्रः अपि अस्ति. तर्हि तृतीयजनस्य प्रथमजनस्य च परम्परारूपेण सम्बन्धः, साक्षात् सम्बन्धः नास्ति खलु. तदेव परम्परा. तथा एव घटपरिमाणं घटे अस्ति, पुनः घटः कपाले अस्ति, तादृशसम्बन्धः परम्परासम्बन्धः. धन्यवादः. अतः उच्यते तथैव जले गन्धः, तदपि परम्परासम्बन्धेन. सत्यं सत्यं. गन्धः पृथिव्यां लक्ष्मी भगिनी प्रश्नः. इदानीं प्रायः मया सम्यक्तया न श्रूयते, किन्तु कपालपरिमाणम् इति कारणं वा कार्यं वा? कारणं. अस्तु, अतः कपालपरिमाणम् इति कारणं कपाले अस्ति, परन्तु घटपरिमाणम् इति कार्यं स्वसमवायित्वसम्बन्धेन अपि कपाले अस्ति, अतः कारणेन सह एकस्मिन् अर्थे कार्यं कपालपरिमाणं वा कपालः एव कारणं कपालपरिमाणं कारणम् कपालपरिमाणं कारणं सर्वदा अवयवे विद्यमानः गुणः अवयविनः गुणं प्रति कारणं भवति कपालः अवयवः तस्मिन् कपालपरिमाणं यावदस्ति तद्विगुणितं घटे भवति द्वयोः कपालयोः संयोगः खलु घटः अतः अवयवे विद्यमानकपालपरिमाणम् अवयविनः घटस्य परिमाणं प्रति कारणम् अस्ति इति आनुभविकम् अनुभवः तु अस्ति अस्माकं किन्तु कथञ्चित् साधनीयं भवति कार्यस्य कारणस्य समानाधिकरण्यम् अस्ति इति अस्तु तर्हि वेङ्कटेशमहोदय इदानीं पठित्वा वाक्यं प्रतिपादयितुं शक्नोति इति चिन्तयामि इदमेव च द्वितीय असमवायिकारणत्वं यत् स्वसमवायिसमवायित्वरूपपरम्परासम्बन्धेन यत् कार्याधिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वम् अतः इदमेव तत्र द्वितीय असमवायिकारणत्वम् इत्युक्ते तत्र स्वम् इति वयं यत्र अत्र कार्यम् इति घटपरिमाणम् अस्ति कारणम् इति कपालपरिमाणम् अस्ति द्वयोः समानाधिकरण्यं भवितव्यं चेत् तत्र घटपरिमाणम् इति स्वम् इति स्वीकृत्य तद् तस्य स्वसमवायी घटः घटः समवायसम्बन्धेन कपाले अस्ति इति स्वसमवायित्वरूपसम्बन्धेन परम्परासम्बन्धेन तत्र स्वसमवायिसमवायित्वसम्बन्धेन स्वसमवायिसमवायित्वसम्बन्धेन इति तादृशसम्बन्धः यत्र साक्षात् सम्बन्धः कल्पयितुं न शक्नुमः परम्परासम्बन्धेन कार्याधिकरणे स्थित्वा कारणेन सह यदि कारणम् इति कपालपरिमाणं तस्य तेन सह स्थित्वा कार्यजनकत्वम् इति तृतीय असमवायिकारणत्वम् अत्र कारणेन सह इति पदेन किं ग्राह्यते इति द्रष्टव्यं भवति तत्र कारणेन इति यत् पदमस्ति तेन कार्यस्य समवायिकारणं गृह्यते इदानीम् उदाहरणे कार्यस्य समवायिकारणं किम् घटपरिमाणस्य समवायिकारणं घटः घटस्य कपालपरिमाणस्य सामानाधिकरण्यमस्ति वा अस्ति अस्ति तदेव अत्र सूचितं कारणेन सह एकस्मिन् अर्थे यद् भवति समवायिकारणेन सह एकस्मिन् अर्थे एकस्मिन् अधिकरणे यद् भवति तद् असमवायिकारणम् कारणेन सह इत्युक्ते समवायिकारणं कार्यस्य यद् भवति तेन सह एकस्मिन् अर्थे समवेतम् अत्र घटम् अस्ति सत्यं सत्यं भगिनि समवेतम् इति यद्भवति यत्किमपि समवायेन अस्ति इति चिन्तयतु घटः अवश्यं समवेतं खलु कपाले समवेतः समवायसम्बन्धेन अपि च कारणम् इति यद् अनुमीयते कपालपरिमाणं तेन सह एकस्मिन् अधिकरणे अस्ति घटः इति कृत्वा इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम् बुद्धं वा इदानीं अस्तु महोदय अग्रे उच्यतां तर्हि इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यं तदेव तत्र इदानीं ग्राह्यम् इति मन्ये सद्भवति यत् उक्तवती कारणपदेन इत्युक्ते तत्र कार्यस्य समवायिकारणं यत् अत्र तत्र घटपरिमाणस्य पटघटपरिमाणमिति कार्यं तस्य समवायिकारणं घटः तेन सह एकस्मिन् अर्थे समवेतम् इति अत्र कारणपदस्य अर्थं ग्राह्यं तत्र. सरला भगिनी, भवत्याः प्रश्नः आसीत् समवेतम् इत्युक्ते घटः इति किल? आम्, क्षम्यतां, मया दोषः कृतः. समवेतम् इति कपालपरिमाणं सूचयति. कार्येण सह घटेन सह एकस्मिन् अधिकरणे कपाले समवेतं कपालपरिमाणम् असमवायीकारणम्. बुद्धं? अस्तु, अग्रे महोदय. प्रकृतकार्यं घटपरिमाणं, तत् समवायीकारणं घटः. अतः घटपरिमाणस्य समवायिकारणं घटः तेन सह एकस्मिन् अर्थे इत्युक्ते एकस्मिन् अधिकरणे कपाले समवेतं समवायसम्बन्धेन विद्यमानं कपालपरिमाणं. तत्र कपालसमवेतम्, अत्र कपालपरिमाणं. तत् कथं विद्यमानम् अस्ति इत्युक्ते तत्र समवायसम्बन्धेन कपाले विद्यमानं तत् परिमाणं घटपरिमाणस्य कारणं भवति इति घटपरिमाणस्य असमवायिकारणं भवति. अतः प्रकृतकार्यं तु घटपरिमाणं, तस्य समवायिकारणं तु घटः. तेन सह एकस्मिन् अधिकरणे कपालपरिमाणं समवायसम्बन्धेन विद्यमानं कपालपरिमाणं यत् कपाले अस्ति तद् घटपरिमाणस्य कारणं भवति इति घटपरिमाणस्य असमवायिकारणं भवति. तदेव द्वितीय असमवायिकारणं. समीचीनम्, इति द्वितीय असमवायिकारणमस्ति. अपि च कारणेन सह इति यत्र उच्यते तत्र कार्यस्य समवायिकारणम् इति चिन्तयन्तु इति मुख्यः विषयः. बुद्धं वा सर्वैः? अत्र कारणमपि परिमाणं, कार्यमपि परिमाणं. घटपरिमाणं कार्यं, कपालपरिमाणं कारणम्. आम्, तथैव. अस्तु अस्तु, तर्हि अग्रे राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. भगिनी, एकः प्रश्नः अस्ति तत्पूर्वं यदा पठामि अनन्तरं. यदा वदामः कारणेन सह एकस्मिन् अर्थे, यदा तदा वदामः तत्र सूचितमस्ति द्वितीयम् असमवायिकारणम्, एवं वा? अवश्यं. इदानीं पठामि. यद्यपि मूले एकनिमिषः, कस्यचित् प्रश्नः आसीत् वा न इति केनापि उक्तम्? अहं चिन्तितवती कारणेन सह इत्युक्ते तत्र समवायिकारणेन सह. हा, सत्यं भगिनि, समवायिकारणेन सह. महोदयेन किम् उक्तं? समवायिकारणेन सह इत्येव खलु? न, अहमुक्तवान् द्वितीयम् असमवायिकारणं. न न न, तर्हि सावित्री भगिनी यथा वदति तथैव अस्ति. सावित्री भगिन्या यदुक्तं तथैव समवायिकारणम् इति यदस्ति तेन सह एकस्मिन् अधिकरणे यत्किमपि समवेतं भवति तद् द्वितीयविधा असमवायिकारणम्. इदानीं महोदयेन, वेङ्कटेशमहोदयेन उक्तं खलु घटः इति किम् अस्ति तत्र? राजेन्द्रमहोदय, घटः किम् अस्ति तत्र? घट अस्ति समवायि घटपरिमाणस्य. समवायिकारणं घटपरिमाणस्य. अस्तु, कारणम् इति पदेन घटः स्वीकृतः, समवायिकारणं स्वीकृतम्. कपालपरिमाणमस्ति. अवश्यम् अवश्यं, तत्तु द्वितीय असमवायिकारणं तु कपालपरिमाणं. कारणेन सह एकस्मिन् अर्थे किम् अस्ति इत्युक्ते घटेन सह एकस्मिन् अर्थे एकस्मिन् अधिकरणे अन्यत् किम् अस्ति अत्र? क्षम्यतां भगिनि, भवती उक्तवती कार्येन सह अथवा कारणेन सह? कारणेन सह. कारणेन सह. कारणम् इति पदेन कारणेन इति इत्यस्य स्थाने समवायिकारणेन इति स्थापयतु. अस्तु, समवायिकारणेन सह एकस्मिन् अधिकरणे अन्यत् किम् अस्ति चित्रे? कपालः. एतत् संशय करपत्रे द्विविधं द्वितीय असमायिकारणं महोदय लिखितवान. कपालस्य परिमाणं प्रथमं स्वं उक्त्वा समवेतं सः इदानीं तत्तु अपरविधम् अस्ति. इदानीं स्वम् इति घटपरिमाणं स्वस्य समवायिकारणं किम्? घटः. घटः कुत्र अस्ति राजेन्द्रमहोदय? कपाले वर्तते. कपाले अपरमपि किमपि अस्ति? चित्रं दृष्ट्वा वदतु किमस्ति. स्वं समवायि महोदय, कपाले किं किम् अस्ति चित्रं दृष्ट्वा वदतु. कपाले घटः अपि अस्ति, कपालपरिमाणमपि अस्ति. हा, इति अस्ति खलु. तर्हि घटेन सह कपालपरिमाणम् अस्ति किल? तदेव स्थूलाक्षरैः लिखिते वाक्ये उक्तं, कारणेन सह एकस्मिन् अर्थे कपालपरिमाणं समवेतं भूत्वा कारणं भवति इति. बुद्धम्? हरि ओम्. इदानीं मम चिन्तनं किञ्चित् तथैव आसीत्, यथा कारणेन सह एकस्मिन् अर्थे वदामः, तत्र द्वितीय असमवायिकारणं अस्ति. द्वितीय असमवायिकारणं किं? कपालपरिमाणं खलु, न तु घटः. तर्हि द्वितीय असमवायिकारणं कपालपरिमाणं कारणेन सह अस्ति एकस्मिन् अर्थे. केन कारणेन सह? समवायिकारणेन सह. अत्र समवायिकारणं किं? कपालः. कस्य इति एकनिमिषं, प्रथमतया कार्यं किं, कारणं किम् इति. कपालपरिमाणं कारणम् अस्ति कपाले संवायिसम्बन्धेन. एकनिमिषं महोदय, अत्र कार्यमस्ति घटपरिमाणम् अस्तु. घट कस्यचिदपि कार्यस्य कारणत्रयं भवति, समवायिकारणम्, असमवायिकारणं, निमित्तकारणम् इति पूर्वमपि वयं पठितवन्तः. घटपरिमाणस्य समवायिकारणं कः, कारणं किम्? घटः अस्ति समवायि. घटः. घटपरिमाणस्य असमवायिकारणं किम्? कपालपरिमाणम्. कपालपरिमाणं खलु. इदानीं पश्यति चेत् घटः समवायिकारणं, कपालपरिमाणम् असमवायिकारणम् उभयोः सामानादिकरण्यमस्ति वा? न. अवश्यमस्ति खलु. घटः कपालपरिमाणम् उभयोः कुत्र अस्ति विद्यमानत्वम्? अहं चिन्तयामि घटपरिमाणस्य कपालपरिमाणस्य समानादिकरणं नास्ति. अवश्य तयोः नास्ति, तत् सत्यं, तयोः नास्ति. परन्तु मम प्रश्नः अस्ति यत् घटः कपालपरिमाणं तयोः सामानादिकरण्यमस्ति वा? तदेव अस्मिन् वाक्ये उक्तं, कारणेन सह एकस्मिन् अर्थे समवेतम् असमवायिकारणम्. बुद्धम्? अत्र कारणम् इति पदेन घटः स्वीकृतः, समवायिकारणं घटः स्वीकृतः कारणेन इति पदेन. कारणेन सह एकस्मिन् अर्थे समवेतं कपालपरिमाणम् असमवायिकारणम्. बुद्धम्? अस्तु, अग्रे पठतु तर्हि. यद्यपि मूले अस्यां, क्षम्यतां भगिनि, बहु समयः यापितवान्. नास्ति एव चिन्ता महोदय, पठतु. यद्यपि मूले अस्यां पङ्क्तौ कार्येन कारणेन सह इत्यादि लिखितं, परन्तु तत्रतया कार्येन इति अंशः प्रथम असमवायिकारणपरः पृष्ठसङ्ख्या 90 व्याख्यातः. कारण इति प्रकृतसम्बद्धं तथा च कार्येन सह एकस्मिन् अर्थे संवेतं सत् कारणम् इति आद्यं. कारणेन सह एकस्मिन् अर्थे संवेतं सत् कारणम् इति अपरम् असमवायिकारणं सिद्ध्यति. यदा वदामः इत्र कार्येण कारणेन सह यदि यदा वदामः तत्र प्रथम यदा वदामः कार्येण सह एकस्मिन् अर्थे तत् प्रथम असमवायिकारणम् अस्ति यथा कपालसंयोगः अस्ति घटं प्रति तत् प्रथम असमवायिकारणम् अस्ति कारणे इति प्रकृतसम्बन्धः प्रकृतसम्बन्धः इत्युक्ते किं भगिनि प्रकृतम् इत्युक्ते अस्माकम् अधुना यद् चर्चितमस्ति द्वितीयसमवायिकारणं तद् साक्षात् नास्ति परम्परया अस्ति नवतितमे पुटे पश्यति चेत् तत्र प्रथमवाक्यं किम् अस्ति इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे संवेतं सत्कारणम् असमवायिकारणम् इति उक्तम् तद् किम् अस्ति प्रथमविध असमवायिकारणं वा द्वितीयविधं वा प्रथमविध असमवायिकारणम् अस्ति यतोहि कार्येण सह नाम घटेन सह एकस्मिन् अर्थे एकस्मिन्नेव कपाले समवेतं सत् कारणं कपालद्वयसंयोगः इति असमवायिकारणम् अस्ति घटः कपालद्वयसंयोगः उभयोः कपाले एव विद्यमानत्वं तर्हि यत्र यत्र कुत्रापि कार्येण सह इति उच्यते तर्हि तदा प्रथम असमवायिकारणपरः वाक्यं भवति यथा तत्र साक्षात् दृश्यते अधिकरणं किम् अस्ति सत्यं कार्यस्य च कारणस्य च समानाधिकरणं साक्षात् यदा कारणेन सह इति उच्यते तदा कीदृशम् उत्तमम् अस्तु यत्र परम्परासम्बन्धेन तत्र समानाधिकरणं कर्तुं शक्नुमः साक्षात् समानाधिकरणं नास्ति तत्र तर्हि कार्येण सह कारणेन सह इति पृथक् पृथक् वदनस्य स्थले एकस्मिन् वाक्ये अत्र उक्तं कार्येण कारणेन सह परन्तु तत्र त्रयमपि कार्येण इति अंशः अस्तु उच्यतां महोदय अग्रे कोऽपि किमपि वदति वा किं कस्यचित् प्रश्नः आसीत् किं न श्रुतवान् गोपाल् महोदय किमपि उक्तवान् इति मम एवं महोदय प्रश्नः अस्ति वा अत्र न अस्तु तथा च कार्येण सह एकस्मिन् अर्थे संवेतं सत् कारणम् इति आद्यं कारणेन सह एकस्मिन् अर्थे संवेतं सत् कारणम् इति अपरं तथा यथा भवती इदानीम् उक्तवती कार्येण सह एकस्मिन् अर्थे यदा वदामः तत् प्रथमविधम् असमवायिकारणम् अस्ति यथा कारणेन सह एकस्मिन् अर्थे संवेतं सत् तत् अपरम् अस्ति द्वितीयविधम् असमवायिकारणम् अस्ति अस्तु इति असमवायिकारणस्य द्वैविध्यं कार्येण सह इति यदुच्यते तद् प्रथम असमवायिकारणपरः कारणेन सह इति यद्युच्यते तद् द्वितीय असमवायिकारणपरः शब्दः अस्ति इति अवगन्तव्यं भवति अत्र कोऽपि प्रश्नः अस्तु सरला भगिनी अग्रे पठति वा आं भगिनि यद्यपि सर्वमिदं मूलपङ्क्तिव्याख्यान अवसरे एव वक्तुम् उचितं तथापि असमवायिकारणात् विभागात् प्राक् इव मूले गुरुत्वलक्षणे असमवायिकारण उल्लेखः वर्तते इति तत् निरूपणे ग्रहणे च सौकार्य प्रसङ्गात् संख्यापरिमाणनिरूपणे एव तत् निरूपणं कृतं मूलपङ्क्तिव्याख्यान अवसरे तु विशेषं कश्चन पश्यामः मूलपङ्क्तिव्याख्यानावसरे एवं वक्तुम् उचितम्. समवायिकारण असमवायिकारण इति विभागात् एतत् अपि गुरुत्वं लक्षणं अपि अपि वर्तते. गुरु यदि गुरुत्वं गुण वयं कुर्मः तत् अपि असमवायिकारणं भवति. एकवारं यदा वयं गुणस्य किं कुत्र चक्षुर्मात्रग्राह्यो गुणरूपं रूपलक्षणे दलसार्थक्यम् इति आसीत् खलु, तत्र आद्यपतनसमवायीकारणरूपं गुरुत्वम् इति उक्तम्. आद्यपतन असमवायि क्षम्यताम् आद्यपतन असमवायीकारणरूपं गुरुत्वम् इति उक्तम्. अतः अत्र उच्यते गुरुत्वलक्षणे असमवायीकारणस्य उल्लेखः अस्ति, प्रागेव अस्ति इति कृत्वा तस्मात् प्राक् असमवायिकारणं समवायिकारणस्य विभागद्वयम् अत्र प्रतिपादितम्. यदा महोदय उक्तवान् पतनक्रियायाः आरभ्य गुरुत्वं तस्य कारणं भवति, तस्य अनन्तरं वेगं कारणं भवति, गुरुत्वं भवति स्वं रैट् स्वं आद्यपतन इत्युक्ते आदौ पतनस्य असमवायिकारणं गुरुत्वम् अस्ति. तदनन्तरं एकवारं यदा पतनम् आरब्धं तदा वेगः इति असमवायिकारणं भवति इति सर्वम् अस्ति. परन्तु अस्मिन् किमुक्तं यद्यपि समवायिकारण असमवायिकारणविभागः न प्राप्तः ग्रन्थे, किन्तु प्रागेव तस्य विवरणं दत्तं यतोहि गुरुत्वलक्षणे तस्य उल्लेखः अस्ति इति. इति पठति वा भगिनि गुरुत्वलक्षणे? गुरुत्वलक्षणे असमवायिकारणं उल्लेखः वर्तते इति वाक्यं पठतु कृपया. गुरुत्वलक्षणे असमवायिकारण उल्लेखः वर्तते इति तत् निरूपणे ग्रहणे च सौकार्य प्रसङ्गात् सङ्ख्यापरिमाणनिरूपणे एव तन्निरूपणं कृतम्. यथा गुरुत्वलक्षणे असमवायिकारणम् उल्लेखमस्ति तत् एतद् विधि सङ्ख्यापरिमाणमपि निरूपणमस्ति. तदर्थमेव अधुनैव सङ्ख्या किमर्थं सङ्ख्यास्थले परिमाणस्थले असमवायिकारणं वक्तव्यम् आसीत् इत्युक्ते अग्रे गुरुत्वलक्षणे असमवायिकारणमिति अस्ति, तस्मात् प्राक् वयं परिमाणस्य असमवायिकारणं तस्मात् प्राक् असमवायि कारणम् इत्युक्ते किम् इति ज्ञातव्यं भवति, तावदेव अस्ति. अत्र पश्यति चेत् क्षम्यतां भगिनि, भवती पृष्ठसङ्ख्या उक्तवती वा कुत्र प्रथमवारं समवायि शब्दस्य उल्लेखः अभवत्? अवश्यं वदामि, तत्र चतुस्सप्ततितमे पुटे रूपलक्षणे रूपलक्षणे दलसार्थक्यम् इति सर्वं कृत्वा द्वितीयबिन्दुः अस्ति, तस्मिन् अस्ति. एकवारम् असमवायिकारणम् इति पदम् आगतम् आसीत्, तदर्थं तस्य निरूपणाय एवं सर्वं कृतं. परन्तु अस्माकं मूलविषयः कः आसीत्, अस्मिन् क्रमे वयम् एकमेकं गुणं स्वीकृत्य तस्य विवरणं पठितवन्तः खलु, रूप गन्ध इत्यादिकं, तदा परिमाणम् इति प्राप्तं. तर्हि अधुना तस्मिन् क्रमे गच्छामः इति अग्रे अस्ति. धन्यवादः. अस्तु भगिनि, अस्तु गोपालमहोदय अग्रे पठति वा, प्रकृतम् अनुसरामः. प्राप्तुं पृथक्त्वं लक्ष्यति तदा तदा वा प्रकृतम् अनुसरामः क्रमप्राप्तं पृथक्त्वं लक्ष्यति. पृथक् व्यवहारसाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्ति इति. अस्य प्रत्ययः सर्वद्रव्येषु भवति. अस्य प्रत्ययस्य अस्य पृथक् प्रत्ययः सर्वद्रव्येषु भवति. घटः पटात् पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इत्यादि ज्ञानानां जायमानत्वा. अतः अयमपि गुणः नवद्रव्यवृत्तिः. तमेव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते. तेन च शब्दप्रयोगेन श्रोतुः घटविशेष्यक पृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते. तथा च घटत्व अवच्छिन्न अस्तु एवं कुर्मः, तत् त्यजतु इदानीम्. एतावता यद् पठितं तत् किञ्चित् प्रारम्भतः पठित्वा प्रतिपादयितुम् इति अन्य गुणः अस्ति. व्यवहार असाधारणं कारणं पृथक्त्वं व्यवहारे अस्ति. व्यवहार असाधारणं कारणं पृथक्त्वम् इति तत्तु सर्वद्रव्येषु अस्ति. पृथक्त्वम् अस्य इत्युक्ते पृथक्त्वस्य ज्ञानं सर्वद्रव्येषु भवति. किमर्थं चेत् घटः अस्ति, घटः पटात् अन्यः इति वयं जानीमः, आत्मा आकाशात् अन्यः इति पृथक् पृथक् इति अन्यः एवमेव. पृथक् इत्युक्ते सत्यं सत्यं, पृथक् इत्युक्ते अन्यः इति वक्तुं, पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम् इति उक्तम्. एतादृशं वाक्यं पूर्वमपि अस्माभिः दृष्टं, व्यवहारपदघटितवाक्यानि, मानव्यवहार साधारणं कारणम् असाधारणं कारणं परिमाणम् एकत्वादिव्यवहारहेतुः इति संख्या. कालस्य विषये अपि तथा आसीत्, अतीतादिव्यवहारहेतुः कालः इति खलु. यद्यपि व्यवहारे यस्य शब्दस्य शब्दात् ज्ञानं भवति तत् व्यवहारः. पृथक् व्यवहार असाधारणकारणं पृथक्त्वं तत् सर्वद्रव्येषु पृथक्त्वं तत् सर्वद्रव्येषु सर्वद्रव्यवृत्तिः इत्युक्ते सर्वद्रव्येषु अस्ति इति एव. सत्यं सत्यम्, अस्माभिः दृष्टं खलु पूर्वमपि, केचन गुणाः सन्ति ये सर्वेषु वर्तन्ते, यथा सङ्ख्या, सापि नवद्रव्यवृत्तिः. तदनन्तरं परिमाणम् इति गुणः अपि सर्वेषु द्रव्येषु वर्तते. अनन्तरम् इदमस्ति पृथक्त्वं, सर्वे द्रव्येषु अस्ति. यदा वयं वक्तुं शक्नुमः घटः पटात् पृथक् आत्मा आकाशात् पृथक् इति, अपि च अन्ये के द्रव्या के गुणाः, संयोगः विभागः च नवसु द्रव्येषु एते भवन्ति, सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगविभागः. विभागः अतः अयमपि गुणः नवद्रव्यवृत्तिः. तमेव ज्ञात्वा तमेव इत्युक्ते पृथक्त्वं ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते. तेन च शब्दप्रयोगेण श्रोतुः मनसि घटविशेष पृथक्त्वप्रकारकं अथवा ज्ञानम् उत्पद्यते. अस्तु महोदय, इदानीं वदतु, घटः पटात् पृथक् इति किम् अस्ति? पटात् पृथक्, घटः पटात् पृथक् इति अस्ति खलु, तत् शब्दप्रयोगः अस्ति. पृथक् इति पृथक् इति वदति चेत् मनसि ज्ञानम् उत्पद्यते. घटः पटः द्रव्यमानं नास्ति, समानं नास्ति इति, भिन्नौ पदार्थौ इति मनसि ज्ञानम् उत्पद्यते. यदि शब्दप्रयोगेन कस्यचित् मनसि ज्ञानम् उत्पद्यते तद् किम्? यदा यद्यपि वयं घटः न जानामि, पटः अपि न जानामि, तदपि पृथक् इति कोऽपि. अस्तु, मम प्रश्नः अस्ति, इदानीं शब्दप्रयोगेण कस्यचित् मनसि ज्ञानम् उत्पद्यते चेत् तस्य नाम किं? तस्य वाक्यस्य किम् कोऽपि वदति वा? हा, ज्ञानस्य शब्दरूपेण प्रतिपादनम् आकारः, परन्तु व्यवहारः सम्यक् सम्यक् ज्ञानजनकशब्दप्रयोगः इति व्यवहारः. तदर्थम् अत्र पृथक् व्यवहार असाधारणं कारणम् इति उक्तम्. श्रोतुः मनसि उत्पद्यते तत् व्यवहारः अवश्यं. हा, तथा अस्ति. इदानीं घटः पटात् पृथक् इत्यस्मिन् वाक्ये घटः पटात् पृथक् इति अस्माकं शब्दप्रयोगः, व्यवहारः अथवा ज्ञानस्य आकारः अस्ति. भूतलं घटवत् इति आसीत् खलु, तस्मिन् ज्ञाने विशेषणं किं, विशेष्यं किम् इति वदति वा? भूतलं घटवत्, तत्र भूतलं विशेषणं कोऽपि साहाय्यं करोति अत्र? किं वर्धिनी भगिनी साहाय्यं करोति वा? विशेषं घटवत् विशेष्यं भूतलं. हा, अवश्यम्, उत्तमं. तत् तर्हि भूतलम् इति विशेषं, घटवत् इति विशेषणम् आसीत्. अत्र राजेन्द्रमहोदय एव वदतु, घटः पटात् पृथक् अत्र विशेषणं किं, विशेष्यं किम्? पटात् घटः विशेष्यं पृथक् विशेषणं विशेषणं. हा, पृथक् इति विशेषणम् अस्ति. तर्हि अस्माकं ज्ञानस्य विषयः अस्ति घटः अपि च पृथक्त्वम् इति. यथा घटवत् अपि च भूतलं तयोः मध्ये यः सम्बन्धः आसीत् तत् सर्वं ज्ञानस्य विषयः आसीत्, तेषु विषयताः आसन् खलु, तथैव अत्र ज्ञानस्य घटः तस्मिन् विद्यमानपृथक्त्वम् इति सर्वं ज्ञानस्य विषयाः. घटे अपि विषयता, पृथक्त्वम् इति यदस्ति तस्मिन् अपि विषयता अस्ति. स्मरन्ति वा, विशेषणे विशेष्ये विद्यमानप्रकार क्षम्यतां विषयतायाः नाम किम् आसीत् इति? अस्तु, सावित्री भगिनी, सावित्री भगिनी उच्यताम्. विशेष्ये विद्यमान विशेषता, विषयता, विषयता अपि च विशेषणे विद्यमानप्रकारता, विषयिता. न, विषयिता इति भिन्नवार्ता. ज्ञानविषय ज्ञानसविषयकं पदार्थमस्ति, तस्मिन् विषयिता अस्ति, परन्तु विषयः ज्ञानस्य घटः पृथक् इति सर्वम्. एवं कुर्मः, तदपि पश्यामः एकवारम्. अस्तु, तत्र त्रयस्त्रिंशत्तमे पुटे पश्यन्ति किम्? ज्ञानं तद्विषयता च तत्र अस्ति. हा, तत्र अधोभागे चित्रमस्ति खलु, घटः भूतलं संयोगः, तद्दृष्ट्वा वदतु, घटे घटे या यः विषयता अस्ति तस्य नाम किम्? घटे विषयता घटत्वं न, कोऽपि साहाय्यं करोति? घटे प्रकारता अस्ति ज्ञानं. न, चिन्तयन्तु चिन्तयन्तु, घटे किमस्ति? विशेषे विद्यमाना प्रभा, विशेष्यता. विशेषे विद्यमाना प्रभा, प्रभा इत्युक्ते अत्र विषयता, ज्ञानेन यद् प्रकाशिता भवति तद् सा. अनन्तरं संयोगे या प्रभा अस्ति सा संसर्गिता, संसर्गता, संसर्गता, संसर्गता. घटे अथवा घटे अथवा विशेष्ये विशेष्यता, भूतले किं? भूतले प्रकारता. अत्र भूतलम् इति विशेषणमासीत् खलु. विशेषणे यदस्ति या प्रभा अस्ति सा प्रकारता. इदानीम् अत्र आगत्य पठन्तु. घटः पटात् पृथक् इत्यस्मिन् विशेषणं किम्? पृथक्त्वं. पृथक्त्वम् इत्यस्मिन् कीदृशी अस्ति प्रभा अथवा विषयता? प्रकारता. पृथक्त्वम् इति विशेषणं वस्तुतः तस्मिन् प्रकारता. घटे किमस्ति? विशेष्यता. अग्रिमवाक्यम् आत्मा आकाशात् पृथक् तत्र आत्मनः विशेषता अस्ति. आत्मनि विशेषता अस्ति. पृथक् विशेषणं पृथक् प्रकारता अस्ति. पृथक्त्वे प्रकारता. यद्यपि पृथक् इति विशेषणमस्ति किन्तु वयं जानीमः तद् केवलं विशेषणवाचकं. वस्तुतः पृथक्त्वमेव विशेषणं. पृथक्त्वे अस्ति प्रकारता. आत्मनि विशेष्यता. तथैव मनः कालात् पृथक् इत्यस्मिन् मनसि विशेषता अस्ति. कालत्वे प्रकारता. कालात् इति त्यजतु. पृथक् इति विशेषणं. पृथक्त्वे प्रकारता अस्ति. प्रकारता अस्ति. अस्तु. हा, इदं ज्ञात्वा अग्रिमवाक्यं पठामः. अजितमहोदय पठति वा तेन च अथवा तमेव ज्ञात्वा इत्यस्मात्? प्रश्नः एकः प्रश्नः अस्ति. प्रकारता इति. अस्तु महोदय. एकनिमिष गोपालमहोदय उच्यताम्. एकः प्रश्नः अस्ति. प्रकारता अस्मिन् सप्तत्रिंशत् चतुर्त्रिंशत् पुटे अस्ति प्रकारता. तदपि विषयता एव. सत्यं सत्यं महोदय. केवलं भिन्नरीत्या नामकरणं कृतं. यतोहि तत्र विषयतात्रयं वर्तते. तर्हि घटे कीदृशी विषयता स्यात्, पृथक्त्वे कीदृशी स्यात् इति अवगमनार्थम्. अस्तु महोदय अग्रे. तेन च शब्द अस्तु उच्यतम्. तेन च शब्दप्रयोगेण श्रोतुः घटविशेष्यक पृथक् प्रकारकं ज्ञानमुत्पद्यते. तथा च इत्युक्ते किम्? इत्युक्ते किं शब्दप्रयोगेण? केन शब्दप्रयोगेण? घटः पटात् पृथक् इति. घटः पटात् पृथक् इति शब्दप्रयोगेण घटविशेष्य पृथक् प्रकारकं ज्ञानम् उत्पद्यते. इदानीं घटे घटे कीदृशी विषयता आसीत्? उच्यतां महोदय, भवान् यद् वक्तुम् उद्युक्तः. घटे पृथक्त्वम् अवश्यम् अस्ति, परन्तु कीदृशं ज्ञानम् उत्पद्यते इत्युक्ते घटविशेष्यकं. घटः इति विशेष्यः, तादृशं ज्ञानम्, अपि च पृथक्त्वम् इति प्रकारकं. प्रकारकम् इत्युक्ते विशेषणं. विशेषणं तस्मिन् प्रकारता आसीत् खलु. विशेषणे प्रकारता, विशेषे विशेष्यता. तर्हि ज्ञानं कीदृशमस्ति? ज्ञानं घटविशेष्य पृथक् पृथक् प्रकारकं. घटविशेषकं पृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते. उत्पद्यते श्रोतुः मनसि. अस्तु, तर्हि अग्रे. तथा च घटत्वावच्छिन्न विशेषतानिरूपित पृथक्त्व पृथक्त्वत्वावच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठकार्यतानिरूपित कारणदाश्रय शब्दप्रयोगनिष्ठकार्यतानिरूपित कारणदाश्रयः पृथक्त्वं तादृशकारणदाश्रयत्वं पृथक्त्वस्य लक्षणम् इत्युक्ते पृथक्त्वस्य लक्षणम् अत्र उक्तं तद् चिन्तयामि चित्रं पश्यति चेत् प्रायः अत्र अत्र एतावता यद् चर्चितम् अस्माभिः तदेव चित्रे प्रदर्शितमपि घटे विशेष्यता अस्तु पृथक्त्वे प्रकारता घटे या विशेष्यता अस्ति सा केन अवच्छिन्ना अस्ति उच्चैः कोऽपि वदति घटत्वेन घटत्वेन सा विषयता अवच्छिन्ना अस्ति पृथक्त्वे या प्रकारता अस्ति सा केन अवच्छिन्ना अस्ति पृथक्त्वेन पृथक्त्वेन उत्तमं तदेव अत्र दीर्घवाक्ये संयोजितं घटत्वावच्छिन्नविशेष्यतानिरूपित ज्ञाने कार्यता अस्ति अस्तु ज्ञानं कार्यं शब्दप्रयोगेण ज्ञानम् उत्पद्यते इति कृत्वा शब्दप्रयोगः कारणं ज्ञानम् इति कार्यं पुनः शब्दप्रयोगः केन उत्पद्यते शब्दप्रयोगः ज्ञाननिष्ठकार्यतानिरूपित प्रश्नः अस्ति शब्दप्रयोगः कार्यम् अस्ति चेत् तस्य कारणं किं केन उत्पद्यते उच्चैः उच्यतां सरला भगिनी पृथक्त्वेन पृथक्त्वेन अस्तु पृथक्त्वेन शब्दप्रयोगः अथवा ज्ञानजनकशब्दप्रयोगः नाम व्यवहारः उत्पद्यते इति कृत्वा पृथक्त्वं कारणं शब्दप्रयोगं प्रति पुनः शब्दप्रयोगं कारणं ज्ञानं प्रति तच्च ज्ञानं कीदृशं घटत्वावच्छिन्नविशेष्यतानिरूपितपृथक्त्वावच्छिन्नप्रकारतानिरूपकज्ञानमस्ति इति सर्वम् उपयुज्य दीर्घवाक्यं तादृशज्ञाननिष्ठकार्यतानिरूपितकारणताश्रयशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयः पृथक्त्वम् तादृशकारणताश्रयत्वं पृथक्त्वस्य लक्षणम् इति दीर्घवाक्यं चित्रम् अनुसृत्य वाक्यं पठन्ति चेत् सौलभ्यं भवति एतादृशं वाक्यं पूर्वमपि अस्माभिः दृष्टं नूतनं किमपि नास्ति इति मन्ये अत्र परन्तु भगिनी अत्र वाक्यमस्ति घटः पटात् पृथक् ससम्बन्धिकशब्दाः यदि पृथक्त्वस्य नामकरणं क्रियते कथं कुर्मः यद् अहं चिन्तयामि यदा एकः जनः केवलं घटं जानाति पटात् पृथक् इति कथं वक्तुं शक्यते न भवत्याः प्रश्नः कः अनेन शब्दप्रयोगेण अपरस्य मनसि एतद् ज्ञानं कथम् उत्पद्यते इति वा अहं चिन्तयामि भगिनि यथा कोऽपि वदति अहं पटं न जानामि घटं जानामि परन्तु कोऽपि वदति घटः पटात् पृथक् तत् अहं न जानामि पटः किम् अस्ति परन्तु ज्ञानं तु उत्पद्यते पटः घटात् पृथक् अस्ति समानं नास्ति इति सत्यं महोदय प्रायः तथा स्यात् वस्तुतः पृथक्त्वं नवद्रव्यवृत्तिः तर्हि पटे अपि पृथक्त्वम् अस्ति तर्हि घटः पटात् पृथक् इति वदामश्चेत् पटः अपि पृथक् वस्तु इति तादृशं ज्ञानम् उत्पद्यते यथा महोदयेन उक्तम् इति चिन्तयामि. धन्यवादः. अस्तु, कोऽपि प्रश्नः नास्ति चेत् विरमामः. धन्यवादः. धन्यवादः. धन्यवादः.